पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 77 महादेव उवाच पप्रच्चाहं जगन्नाथं व्रतानामुत्तमं व्रतं पुत्रपौत्रविवृद्ध्यर्थं सुखसौभाग्यदायकम् तवाग्रे संप्रवक्ष्यामि शृणु सुन्दरि साम्प्रतम् इदं कथानकं दिव्यं ऋषीणां व्रतमुत्तमं रजस्वलादु या नारी सहसा पापरूपिणी कृतेन च व्रतेनैव महापापैः प्रमुच्यते पितॄणामक्षयं देयं धर्मकामार्थसाधनं श्रीविष्णुरुवाच पूर्वमासीन्महाबाहो ब्राह्मणो वेदपारगः सदाध्ययनशीलस्तु देवशर्मा इति द्विजः अग्निहोत्रक्रियायुक्तः षट्कर्मनिरतः सदा सर्ववर्णेषु सम्पूज्य सपुत्र पशुबान्धवः तस्य ब्राह्मणमुख्यस्य भग्ना च गृहवाहिनी प्राप्ते भाद्रपदे मासे शुक्लपक्षे दु पञ्चमी पितुः क्षयाहं कुरुदे यदात्मा च जितेन्द्रियः रात्रौ निमन्त्रयेद्विप्रान् सुखसौभाग्यदायकान् प्रभाते विमले प्राप्ते भाण्डान्यन्यानि कारयेद पाकं सर्वेषु पात्रेषु स कारयदि जायया अष्टादशरसोपेदं पितॄणां प्रीतिदायकम् आकारणं ततो दत्त्वा विप्राणां च पृथक् पृथक् सर्वे विप्रास्तु सम्प्राप्ता मध्याह्ने वेदपाठकाः अर्कपाद्यादिविधिवत् कृतवान् द्विजसत्तमः तदात्र सर्वे विप्राश्च म्रियन्ते भोजनात्तदः एवं विचार्य तत्स्वामिन् दुग्धं पीतं तदा मया तदा दृष्टं तु वध्वा वै तया मे ताडनं कृतं चरामि तेन संभग्ना किं करोमि सुदुःखिता तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनीं प्रति शृणु शुनिप्रवक्ष्यामि मम दुःखस्य कारणम् अस्याकं तु पिता साक्षात् पूर्वजन्मनि वै शुनि अद्य वै भोजिता विप्रादत्तमन्नं तु भूरिशः न तृणं नोदकं चैव ममाग्रे सन्निवेदितं तेन दुःखेन मे दुःखं जातं बहुतरं तदा एतत्कथानकं श्रुत्वा रात्रौ निद्रामवापन मम चिन्ता तु तत्रैव जाता वै ऋषिसत्तम वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि अनयोश्च महद्दुःखं किं करोमीति चिन्तयन् आगतस्त्वत्समीपे तु मम कष्टं निवारय ऋषिरुवाच उग्रजन्मन् शृणुष्व त्वं पूर्वजन्मनि यत्कृतम् अयं वै तु द्विजश्रेष्ठो कुण्डने नगरे शुभे मासे भाद्रपदे चैव पञ्चमी या समागता तद्व्रतं तेन नाज्ञातं पितुश्राद्धादिकारणाद् स्त्रीधर्मेण दुःसम्प्राप्ता क्षयखेदुत्तदानख तया चैव कृतं सर्वं ब्राह्मणानां च भोजनम् न ज्ञातं च कृतं तेन पापिष्ठेन दुरात्मना प्रथमेहनि चाण्डाली द्वितीये ब्रह्मखादिनी तृतीये रजगी प्रोक्ता चतुर्देहनिशुध्यति तेन पापेन सा जाता शुनी स्वगृहचारिणी बली वर्धस्त्वयं जातकर्मणानेन सुव्रत उग्रजन्मोवाच व्रतं दानं तथा यज्ञं तीर्थं वाममसुव्रत ब्रूहि येन विशेषेण मुक्तिपित्रोर्भवेन्मम ऋषिरुवाच मासे भाद्रपदे शुक्ले जायते ऋषिपञ्चमी रजसा विकृतं पापं नश्यते करणाद्यतः पुत्रपौत्रप्रदात्री च पितॄणां मुक्तिदायिनी नद्या कूपे तडागे वा ब्राह्मणस्य गृहे तथा गोमयं मण्डलं कुर्यात् कुम्भं तत्रैव विन्यसेद् तस्योपरिन्यस्येत् पात्रमृषिधान्येन पूरितम् यज्ञोपवीतसूत्रं च सहिरण्यं फलं तथा स्थाप्याश्च ऋषयः सप्त सुखसौभाग्यदायकाः आवाहयित्वा ते सर्वे पूजनीया व्रतस्थितैः नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् एकभक्तेन कर्तव्यमृषीणामर्चनं तदा पूजयेत् परया भक्र्या मन्त्रेण विधिपूर्वकं निर्वापं सकृतं देयं दक्षिणा संयुधं तदा देयं विप्राय विधिवदृषीणां प्रियदां प्रति कथां श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणां धूपं दीपं च नैवेद्यमर्घ्यं दद्यात् पृथक् पृथक् ऋषयः सन्तु मे नित्यं व्रतसम्पूर्णकारिणः पूजां गृह्णन्तु मद्दत्तां ऋषिभ्योऽस्तु नमो नमः पुलस्त्य पुलहश्चैव क्रतु प्राचेतसस्तथा वसिष्ठ मरीचात्रेया अर्कं गृह्णन्तु वो नमः एवं पूजा प्रकर्तव्या धूपैर्दीपैर्मनोरमैः पितॄणां जायते मुक्तिकृतस्यास्य प्रभावतः पूर्वकर्म विपाकेन रजसा दोषभावतः कृतं ह्येवं तु भो वत्स मुक्तिस्तस्य न संशयः तद्व्रतं च कृतं तेन मुक्त्यार्थं पितृहेदवे ते गदा मुक्तिमार्गेण आशीर्वादपरायणः ऋषिपञ्चमी व्रतं पुण्यं विप्राय परिकीर्तितं ये कुर्वन्ति नरश्रेष्ठास्ते ज्ञेया पुण्यभागिनः ये कुर्वन्ति नरश्रेष्ठ ऋषिव्रतमनुत्तमं भुक्त्वात्र भोगान्विपुलान्यान्ति विष्णोः पदं तु ते इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारद संवादे ऋषिपञ्चमीव्रतं नाम सप्तसप्ततितमोऽध्यायः ॐ रजसा दूषितश्राद्धे प्रक्षाल्य विधिवत्तदा गृहमध्ये गताः सर्वे आसने ते निरूपिताः प्रदत्तं भोजनं तेन मिष्टान्नेन विशेषतः विधिना च कृतं श्राद्धं पिण्डदानप्रपूर्वकं ताम्बूलं दक्षिणां चैव वस्त्राणि विविधानि च सर्वं ददौ द्विजेभ्यो वै पितृध्यानपरायणः विप्रा विसर्जिता सर्वे आशीर्वादपरायणाः गोत्रिणां बान्धवानां च अन्येषां च बुभुक्षतां दत्तमन्नं तदा तेन भोजने विधिपूर्वकं निशायां तु कुडिद्वारे उपविष्टो यदा तदा ब्राह्मण्या वारि सङ्गृह्य पादप्रक्षालनं कृतं तदा शुनी बलिवर्धौ परस्परमभाषदां शृणु कान्तवचो मह्यं यादृकृतवती वधूः तादृशं सम्प्रवक्ष्यामि नान्यथा प्रब्रवीम्यहं कदाचिद्दैवयोगेन गदाहं पुत्रसत्मनि तत्र स्थितं पयः पादुं वध्वा दृष्टं न तत्पुनः पीदं पयस्तु सर्पेण तद्दृष्टं तु मया पुनः पश्चात्पीदं मया सम्यक् दृष्टं वध्वा तदा पुनः तेन सम्पर्कदोषेण कडिर्भग्ना च मे सदा तेन दुःखेन भो स्वामिन् जादाहं दुःखभागिनी भग्ना कटिश्च संजादा ह्याहारो नैव रोचते बलिवर्द उवाच शृणुत्वं शुनिवक्ष्यामि मम दुःखस्य कारणम् अस्मिन् वै दिवसे प्राप्ते ब्राह्मणानां तु भोजनं कारितं मम पुत्रेण मम चिन्ता तु नो कृता नोतकं न तृणं चैव न दत्तं केनचित् क्वचिद् अनाहारो ह्यहं पापी बद्धोऽस्मिन् पापभावितः पूर्वपापविशेषेण जातं शुनिन संशयः तद्वाक्यं तु तदा देवि श्रुतं पुत्रेण धीमता ममायं तु पिता साक्षाज्जादो मम गृहे पशुः इयं तु जननी साक्षान्मम चैव न संशयः दैवयोगाच्छुनी जादा किं करोमि सुनिश्चयम् एवं विचार्यासौ विप्रो नैव निद्रामवापसः रात्रौ चिन्तापरो भूत्वा स्मरन् विश्वेश्वरं परं नानाधर्मपरोहं च ममैवं च कथं शुभं विचारयित्वा च ततो रात्रौ सुप्तस्तदा पुनः प्रभाते विमले प्राप्ते ऋषीणां पुरतो गतः तेषां मध्ये वसिष्ठेन तस्य सुस्वागतं कृतम् ब्रूहि त्वं ब्राह्मणश्रेष्ठ तवागमनकारणम् इति पृष्ठस्तदा विप्र प्रणाममकरोत्तदा अद्य मे सफलं जन्म अद्य मे सफला क्रिया अद्य मे पितरस्तृप्ता दुर्लभा तव दर्शनात् यथोक्तं च कृतं श्राद्धं द्विजाश्चैव सुभोजिताः कुटुम्बिनां तु सर्वेषां भोजनं कारितं तथा भोजनानन्तरं प्राप्ता शुनी तत्र उवाचः अस्माकं तु गृहे ह्येको बलिवर्दस्तु वर्तते तं पदिं प्रतिवाक्यं यद्दिवजमत्तशृणुष्व तद् गृहे स्थितं दुग्धभाण्डमहिना दूषितं मया दृष्टं मे महती चिन्ता तदा जाता न संशयः अनेन वयसा चैव पक्वमन्नं यदा भवेद्।